the window left the meeting. So he did something. Yeah, yeah. He made me and you made me co-host, and then he left. Then can you share the study materials? Okay, I'll do it right away. दृश्यते वा? या या या उत्तमं सम्यक् अस्तु. अत्र गतवर्गे सर्वेभ्यः नमस्कारः. अत्र आरम्भं श्लोकं वा कोऽपि वक्तुम् इच्छति वा? एनाक्षरसमाम्नाय अहं वदामि मा. सुप्रभातम्. वदतु. सुप्रभातं वदतु महालक्ष्मी. सर्वेभ्यः नमस्कारः. येनाक्षरसमन्नायम् अधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः. वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनीम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम्. नत्वा सरस्वतीम् देवीम् शुद्धम् शुद्धम् गुण्यम् करोम्यहम् पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्. श्रीगुरुभ्यो नमः. हरि ओम्. श्रीगुरुभ्यो नमः. सरस्वती नमस्तुभ्यं. वरदे कामरूपिणी. विद्यारम्भं करिष्यामि. सिद्धिर्भवतु मे सदा. श्रीगुरुभ्यो नमः. अस्तु. श्रीगणेशाय नमः. सरस्वत्यै नमः. अत्र रुदादिगणे एकमेव व्यकरणप्रत्ययः निमित्तिकम् अङ्गकार्यं भवति. रुदादिगणे अत्र एतदेव अत्र आरम्भं कर्तुं शक्यते एव. अस्तु, समीचीनं, बहु उत्तमं महोदय. अनिल् महोदय, अत्र भवान् एव पठतु. अत्र अस्तु महोदय. रुधादिगणे एकमेव विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं भवति. तत् च केवलं यत्र स्नम् प्रत्ययात् परं धातौ नकारः वर्तते. स्नम् प्रत्ययात् परं स्थितस्य नकारस्य लोपः स्नानलोपः इत्यनेन सूत्रेण, यथा उन्द योग स्नम् योग अत् उनन्द योग अत् उनन्द इत्यस्मिन् स्नम् प्रत्ययात् परं धातोः नकारः वर्तते. अतः स्नानलोपः इत्यनेन स्नम् प्रत्ययात् उत्तरस्य नकारस्य लोपः. उनन्द योग अत् उनन्द योग अत् उनद् योग अत् अपित्सु सार्वधातुकलकारेषु स्नम् प्रत्यये स्थितस्य अकारस्य लोपो भवति. स्नसोर्लोपः इत्यनेन सूत्रेण, उनद् योग अत् वर्णमेलेन मेलने उन्द योग अत् वर्णमेलने उन्दत् पुंसि उन्दन्. अस्तु, इदानीम् अत्र उपरि पश्यतु. अत्र अनसूया भगिनी अस्ति वा? भगिनी अनसूया. अत्र नूतनसूत्रमस्ति अत ऊत् सार्वधातुके. इदानीम् अत्र इदानीमत्र स्नसोरल्लोपः अनन्तरं स्थानलोपः इति त्रीणि सूत्राणि अत्र नूतनतया एव अस्ति. अत्र स्नानलोपः इति वदति स्नम् यत्र भवति तत्र उत्तरस्य नकारस्य लोपः भवति इति. इदानीम् अत्र उत्तरस्य नकारः उन्द् इति अस्ति, स्नम् इति भवति. अत्र उकारस्य उनन्द् इति भवति. उनन्द् किमर्थं चेत् अत्र स्नम् अस्ति, स्नन् मध्ये नकारः एव तिष्ठति. शकारः अलन्त्यं तस् न शकारः लशकतीते इत्यनेन अपगच्छति. मकारः अपि हलन्त्यं तस्य लोपः इत्यनेन अपगच्छति. नकारः एव तिष्ठति. अतः तत्र उनन्द् इति भवति. इदानीम् अत् इति अत् किमर्थम् आगच्छति? कस्य लोपः अत् अन्ते? धातु शत्रु उत्तमं शत्रु शत्रु इति अस्ति अत्र ऋकारः उपदेश अज अनुनासिक इत्यनेन अपगच्छति अनन्तरं शकारः अपि अपगच्छति अत् एव तिष्ठति शकार उत्तरवर्ती अत् इदानीम् उनद् उनन्द् योगः अत् भवति अनन्तरम् अत्र स्नानलोपः इत्यनेनैव नकारस्य लोपः भवति पुनः अतः तत्र उनन्द् योगः अत् अस्ति खलु अत्र नकारस्य लोपः भवति स्नानलोपः इत्यनेन एव स्नानलोपः इत्यनेन नकारस्य उत्तरनकारस्य उत्तरनकारस्य स्नम् अस्ति उत्तरनकारस्य नकार लोपः भवति अतः उनद् एव तिष्ठति इदानीम् उनद् योगः अत् अस्ति एतत्तु अपित् अस्ति अपित् यत्र यत्र भवति अत्र गुणनिषेधः भवति यत्र निषेधः कुत्र भवति गतवर्गे मया उक्तमेव निषेधः कुत्र भवति कोऽपि वक्तुं शक्यते वा त्रीणि बहुवारं मया उक्तमेव गतवर्गस्य विषये निषेधः कुत्र भवति निषेध इत्युक्ते महोदय किं निषेध निषेधः इत्युक्ते अत्र कोऽपि वर्णः अस्ति प्राप्तिः अस्ति परन्तु अत्र अन्यत्रेण एतत् निषेधः भवति इदानीं स्थानरूपः इति भवति स्नम् इति अत्र प्रत्ययम् अस्ति उत्तरनकारस्य लोपः भवति केन सूत्रेण उत्तरनकारस्य लोपः भवति स्नानलोपः इत्यनेन एव इदानीं प्रथमं यत्र प्राप्तिः अस्ति सार्वधातुक अर्धधातुकयोः इति स्वीकुर्मः चेत् अत्र इक् वर्णः अस्ति चेत् ह्रस्वः वा दीर्घः वा अस्ति चेत् अत्र गुणकार्यं भवति परन्तु क्निति च इति सूत्रम् आगत्य अत्र निषेधः भवति अतः तत्र गुणनिषेधः भवति एतत् सर्वं जानन्ति एव इति अहं मन्ये सर्वे जानन्ति एव खलु क्निति च इति सूत्रम् आगत्य अत्र निति च इति सूत्रम् आगत्य अत्र निषेधः भवति यत्र प्राप्तिः भवति यत्र प्राप्तिः भवति मनसि स्थापयतु सम्यक्तया यत्र प्राप्तिः भवति तत् स्थाने अन्यसूत्रम् आगत्य तत् पूर्वतनसूत्रस्य विषये निषेधः भवति अतः निषेधः कुत्र भवति इत्युक्ते यत्र प्राप्तिः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः प्राप्तिः भवति परन्तु निश्च इति सूत्रेण अत्र निषेधः भवति निषेधः कुत्र भवति इत्युक्ते कुत्र भवति निषेधः यत्र यत्र प्राप्तिः भवति उत्तमं यत्र यत्र प्राप्तिः भवति तत्र तत्र निषेधः कर्तुमपि शक्यते इदानीम् अत्र उनन्द् इति अस्ति एतत्तु रुदादिगणे अस्ति उनन्द् इति भवति परन्तु अत्र स्नानलोपः इति आगत्य एकं सूत्रम् आगत्य अत्र किं भवति स्नानलोपः इति सूत्रम् आगत्य अत्र उत्तरस्य नकारस्य लोपः भवति प्रथमं प्राप्तिः भवति उनन्द् इति परन्तु उत्तरनकारस्य स्नानलोपः इति सूत्रेण अत्र नकारस्य लोपः भवति अतः उनद् इति भवति इदानीम् उनद् योगः अत् भवति अनन्तरम् अत्र स्नसोरल्लोपः 6-4-1-1 अत्र स्नसोरल्लोपः किं वदति चेत् स्नं विकर्णप्रत्ययः स्नम् अत्र रुदादिगणे भवति अत्र अस् धातोः अङ्गस्य अकारस्य सार्वधातुके कित् नित् प्रत्ययपरे लोपः भवति अत्र इदानीमत्र नसोरल्लोपः अस् इत्यस्य अकारस्य सार्वधातुके किति परे भवान् अत्र किं करपत्रं न दृश्यते महोदय करपत्रम् अनिल् महोदय किञ्चित् आमाम् अहं अहं दृश्यते वा भवानपि अत्र अष्टाध्यायसूत्रं दृष्टवान् वा? अस्तु, अत्र स्नसोरल्लोपः स्नसोरल्लोपः आम्, अत्र स्नं विकरणप्रत्ययम् अस्ति चेत् रुदादिगणे सप्तमगणे अस्ति, अत्र स्नं विकरणप्रत्ययस्य अस् धातोः च अङ्गस्य अकारस्य सार्वधातुके कित् यत्र कित् अस्ति णित् अस्ति प्रत्ययपरे लोपः भवति. अत्र पश्यतु अग्रे अग्रे गच्छतु महोदय, उपरि गच्छतु. अत्र इतोपि अत्र आगच्छति खलु, अत्र ऋणदिति अस्ति स्नम् इति विकरणप्रत्ययम् अस्ति, अत्र स्नान रोल् प्रथमम् अत्र रुदादिभ्यः स्नम् इति भवति. अन्य नसोरल्लोपः इति इत्युक्ते अत्र नकारस्य उत्तरवर्ति अकारः लोपः भवति, अतः एव अत्र नकारः एव तिष्ठति नसोरल्लोपः. इदानीम् अत्र पश्यतु करपत्रं महोदय. आम् आम् उत्तमम्. इदानीम् अत्र नसोरल्लोपः इत्यनेन उनद् इति अस्ति खलु, उनद् अत्र नकार उत्तरवति किम् अस्ति? दकार अस्ति, अकार अस्ति, अकार एव अस्ति. इदानीम् अकार नकार उत्तरवर्ति अकारः तिष्ठति, परन्तु स्नसोरल्लोपः इत्यनेन तत् अकारस्य लोपः भवति, अत्र इन्द् एव तिष्ठति. उन्द् योगः अत् इदानीम् उन्दत् इति उन्दत् इति प्रातिपदिकमपि अस्ति, नपुंसकलिङ्गमपि अस्ति, उन्दन् इति पुल्लिङ्गपदम. अत्र इतोपि प्रश्नः अस्ति वा? अत्र गतवर्गे अत ऊत् सार्वधातुके इति अत्र अनुसूया भगिनी पूर्णिमा एतत्तु नूतनसूत्रम् इति उक्तवती, अत ऊत् सार्वधातुके इत्यनेन किं भवति? उकारः भवति खलु, कर् इति भवति सार्वधातुक अर्धधातुकयोः इत्यनेन कृ डुकृजिं करणे धातोः कृ एव तिष्ठति, कृ स्थाने कर् भवति. अनन्तरम् अत्र कुरु कुरुत इति भवति, कुरुत किमर्थं भवति चेत् अत्र अत उत् सार्वधातुके इत्यनेन उकारः भवति, अतः खर् स्थाने कुर् भवति. जानन्ति खलु इदानीम् इतोपि संशयः भवति वा? अत उत् सार्वधातुके नूतनसूत्रम् इति उक्तवन्तः. अनन्तरम् अत्र स्नाभ्यस्तयोरातः इत्यनेन दीर्घ आकारस्य लोपः भवति. दादा इति स्वीकुर्मः चेत् मम समीपे अत्र मनसि स्थापयतु, मनसि एतत् पुनरपि स्मरन्तु, अत्र दा दा इति भवति. दादा केन सूत्रेण द्विवारम् आगच्छति, अत्र द्वित्वं केन सूत्रेण आगच्छति, कोऽपि वक्तुं शक्यते वा? झटिति भवन्तः जुहत्यादि श्लुः यः श्लुः इत्यनेन एव श्लुः इति यत्र भवति तत्र किं भवति द्विवारम् आगच्छति धातु, अतः दा इति धातुः दा धा इति भवति. जानन्ति खलु किमपि क्लेशः अस्ति वा? क्लेशः अस्ति वा? नास्ति. इदानीं प्रथमदकारः रत्वर इति सूत्रेण दीर्घ आकारस्य लोपः भूत्वा द इति एव तिष्ठति. इदानीं प्रश्नः अस्ति वा? किमर्थं चेत् किमर्थं पुनरपि भवान् गतवर्गे न आगतवान्, श्रुतवान् एव इति अहं मन्ये, अतः एव पुनरपि एतत् विषये अहं वदामि. स्नाभ्यस्तयोरातः इति सूत्रं किं वदति चेत् अत्र प्रथमं दा दा इति अस्ति, जुहोत्यादिभ्यः श्लुः इति सूत्रेण द्वित्वं भवति. द्वित्वम् इत्युक्ते द्विवारम् एकः धातुः वर्णः अस्ति चेत् द्विवारम् आगच्छति, दा दा इति प्रथम दा इति ह्रस्वः इति सूत्रेण ह्रस्वः भवति अतः दा एव तिष्ठति. इदानीम् अत्र किं भवति रातः सूत्रेण द्वितम् आकार भवति न इदानीं दा दा इति भवति प्रथम धा इति तु ह्रस्वः इति सूत्रेण दीर्घ आकारस्य इदानीं किं भवति ददा इति भवति खलु ददा इति भवति. इदानीम् अत्र द्वितीय दा धा इति भवति खलु तत्र अपि दीर्घ आकारस्य केन सूत्रेण इदानीम् केन सूत्रेण एतत् दीर्घ आकारः अपगच्छति स्नाभ्यस्तयो रातः स्नाभ्यस्तयो रातः बहुवारं वक्तव्यम्. एतत् सूत्रं तु नूतनतया अस्ति अतः अत्र किञ्चित् गृहपाठं करणीयमेव. स्नाभ्यस्तयो रातः योः स्नाब् व्यस्त अभ्यस्तकार्यं यत्र भवति अत्र अभ्यस्तकार्यम् इत्युक्ते द्विवारं यत्र आगच्छति अत्र ददा इति भवति ददा इति स्थाने स्नाभ्यस्तयो रातः इत्यनेन दीर्घ आकारस्य लोपः भूत्वा दद् इति भवति. इदानीम् अत् शत्रुमध्ये अत् भवति अतः अत् योजनेन ददत् इति भवति. ददत् अत्र का धातु स्वीकुर्मः चेत् एतत्तु जुहोत्यादिगणे अत्र ददत् इति ददति सि योजनेन दादा इति अस्ति स्नाभ्यस्तयो रातः इत्यनेन द्वितीयदकारस्य अपि लोपः दा इति अस्ति एतदपि लोपः भवति. इदानीं सि योजनेन ददति इति भवति एतत्तु बहुवचने भवति ददति परन्तु प्रथमं सर्वे जानन्ति एव ददाति दादातु अत्र जुहोति अधिगणे उत्तमं जुहोति अधिगणे अस्तु इदानीम् अत्र पश्यतु ददाति इति भवति प्रथमदकारस्य केन सूत्रेण दादा इति भवति प्रथमदकारस्य केन सूत्रेण ह्रस्वः भवति ह्रस्वसूत्रेण ह्रस्वः इति सूत्रेण न प्रथमम् एकनिमिषं ददाति इति अस्ति दादा इति भवति प्रथम दा केन सूत्रेण ह्रस्वः भवति न किञ्चित् अत्र क्लेशः भवति भवत्याः मनसि प्रथमदकारः तु सूत्रेण एव ह्रस्वः भवति. मम प्रश्ने एव उत्तरमपि अस्ति केन सूत्रेण ह्रस्वः भवति चेत् ह्रस्व इति सूत्रेण एव ह्रस्वः भवति अतः दा इति अस्ति चेत् द इति भवति. इदानीं प्रथम पुरुष एकवचने प्रथमपुरुष एकवचने इच्छा विवक्षा अस्ति चेत् अत्र ददाति द्वितीयदकारस्य किमपि कार्यं नास्ति अत्र ददाति एव ददा योगः ति योजनेन ददाति भवति. इदानीम् अत्र ददति इति बहुवचने अस्ति तत्र द्वितीयदकारः केन सूत्रेण दीर्घ आकारस्य लोपः भवति स्नाभ्यस्तयो रातः इत्यनेन एव दीर्घ आकारस्य लोपः भवति. इदानीं शान्त अवगच्छति वा शान्त पूर्वं परम् अक्षरम् ओके पूर्वदकारः अस्ति चेत् ददाति इति स्वीकुर्मः चेत् प्रथमदकारः दादा इति भवति केन सूत्रेण दादा इति द्विवारम् आगच्छति कोऽपि अनिल् महोदयेन उक्तं खलु स्लौ स्लौ जुहोत्यादिभ्यः स्लुः इत्यनेन न तु श्लौ इति सूत्रेण धातुः द्विवारम् आगच्छति, अतः दा दा इति भवति. प्रथमदकारः तु केन सूत्रेण ह्रस्वः भवति? ह्रस्वसूत्रेण. मनसि झटिति आगन्तव्यं, न तु एतत् लेखनीयम् एव. लेखनपरिचयः, लेखन अभ्यासः यत्र भवति तत् एव मनसि स्थापनार्थं शक्यते एव. प्रथमं स्नाभ्यस्तरयोरातः इति सूत्रं कार्यं न करोति. मनसि कृपया स्थापयतु, अत्र प्रथमवर्णः दा इति भवति. अत्र केन सूत्रेण ह्रस्वः भवति चेत् ह्रस्वः इति सूत्रेण एव ह्रस्वः भवति, अतः द इति भवति. इदानीं द्वितीय दा ददति इति बहुवचने, अत्र स्नाभ्यस्तयोरातः इत्यनेन एव अत्र दीर्घ आकारस्य लोपः भवति, अतः दद् भवति. इदानीम् अति इति भवति, अति इति भवति, अति योजनेन ददति इति भवति. अति अत्र सूत्रमस्ति. अत्र किं महोदय? अत्र अस्ति स्नाभ्यस्तयोरातः 64112. आम्, अत्र द्वि आकारस्य लोपः भवति महोदय. महोदय, अहम् एक सन्देहमस्ति महोदय. ओ द्विवारम् अक्षरं ददाति भवतु, ओ चङ्ग् सन् यङ्ग् लिट् शुलु श्लू. श्लू मध्ये एव एतत् आगच्छति, श्लू मध्ये एव. ये पाञ्च्वा चङ्ग् सन् यङ्ग् लिट् श्लू, एतत् अत्र एतत् बृहत् कार्यमस्ति. अत्र चतुर्वर्षाणि पञ्चवर्षाणि गन्तव्यम् इदानीम् अस्तु. ओके, धन्यवादः. अग्रे आगच्छति एतत् विषये. इदानीम् अत्र किमपि क्लेशः अस्ति वा? स्नाभ्यस्तरयो रातः स्नसोरल्लोपः, नसोरल्लोपः इत्यनेन आकारः उणद् अस्ति चेत् नकार उत्तरवर्ति आकारः लोपः भवति. स्नसोरल्लोपः इत्यनेन, स्नानलोपः इत्यनेन नकारस्य लोपः भवति, अतः उन्दि इति भवति. इदानीं चत्वारः सूत्राणि अत्र वयं दृष्टवन्तः. अत उत सार्वधातुके स्नसोरल्लोपः, स्नानलोपः, अनन्तरं स्नाभ्यस्तयोः. इदानीम् अत्र चत्वारः नूतनतया अत्र पठितवन्तः. किमपि क्लेशः अस्ति चेत् पृच्छतु इदानीम्. न तु अग्रे गच्छेम. आर्धधातुकानां कृत् प्रत्ययानां रूपाणि अत्र अग्रे गच्छतु महोदय. स्नसोरल्लोपः इत्यनेन अकारः एव अत्र. इदानीम् अत्र अग्रे गच्छतु. रुदादिभ्यः स्नम् भवति खलु, रुदादिभ्यः स्नम् इति भवति. अत्र अग्रे अत्र किं भवति, स्नसोरल्लोपः गच्छतु, तत् समये अपि गच्छतु तत् स्थाने. तत्र पश्यतु, अत्र रुद्धि एव अस्ति. नकारः केन सूत्रेण आगच्छति मध्ये? रुदादिभ्यः स्नम् इति सूत्रेण एव स्नम् इति आगच्छति. अत्र रु न इद् इति भवति. इदानीम् अत्र नकार उत्तरवर्ति किं भवति? भवान् जानाति एव अकारः. तत् सूत्रमेव इदानीं नसोरल्लोपः इत्यनेन अकारस्य लोपः भूत्वा इन् एव तिष्ठति, रुन्दि इति भवति, तावदेव. नसोरल्लोपः किं कार्यं करोति चेत्, यत्र व्यञ्जनवर्णः अस्ति तत् उत्तरवर्ति अकारः लोपः भूत्वा अत्र व्यञ्जनम् एव तिष्ठति. स्नम् विकरणप्रत्ययस्य अस्ति इति धातोः अत्र रुणद् इति भवति, परन्तु अस्ति इति धातुः अत्र स्वीकुर्मः, परन्तु अत्र रुणदिति अस्ति चेत् अङ्गस्य अकारस्य सार्वधातुके कित् नित् प्रत्यये परे अत्र लोपः भवति, अकारस्य लोपः भवति तावदेव. ऋणद् इति ऋणद् इति भवति, मध्ये नकारः तिष्ठति, नकार उत्तरवर्ति, अकारः लोपः भवति, अतः इन् एव अस्ति अत्र, अतः रुन्द् इति अन्तिमरूपं भवति. स्नसोरलोपः अकारस्य लोपः भवति तावदेव. महोदय परन्तु अत्र कित् नित् प्रत्ययः कुत्र अस्ति? कित् नित् प्रत्ययम् अत्र उपरि गच्छतु, अत्र तस्य अस्ति खलु. इदानीं स्नम् इति अस्ति, स्नम् इति अस्ति अदादिगणधातुः, अस् आवर्णस्य सार्वधातुके किति नीति प्रत्यये परे. अत्र अत्र आरोपणम् अस्ति, अत्र अत्र तिप्तस् जि सिप्तस् मिप्स्मस् इति अस्ति खलु. अत्र किति नित् सार्वधातुके आवर्णस्य सार्वधातुके एतत् सर्वं सार्वधातुकमेव अस्ति. अत्र तत् तस् इति यत्र भवति अत्र नित् एव भवति. नित् कुत्र भवति? यत्र अपीत् भवति, यत्र अपीत् भवति गुणनिषेधः भवति. एतत् बृहत् अस्ति. अत्र कित् नित् कुत्र भवति चेत् अत्र अकारस्य लोपः भवति. इदानीं स्नम् इति स्वीकुर्मः चेत् अत्र नकारः तिष्ठति, नकार उत्तरवर्ति, अकारः स्नसोरल्लोपः इत्यनेन अकारस्य लोपः भवति, अतः रुन्द् इति अन्तिमरूपं तिष्ठति. इदानीं समीचीनम्? इतोपि प्रश्नः अस्ति वा? नास्ति चेत् करपत्रं गच्छेम. अत्र आर्धधातुकानां कृत् प्रत्ययानां रूपाणि अत्र अन्तलक्ष्मी पठतु. आर्थधातुकानां कृतप्रत्ययानां कृत् ऋणानि रूपाणि उपयुक्तान नव उपर्युक्तान उपर्युक्तान उपर्युक्तान किं सन्धिः भवति, केन सूत्रेण सन्धिः भवति? उपसर्गपूर्व उक्तान् उपरि इति अस्ति, उपरि उपरि योग उक्तान् यण् सन्धि सूत्रम् इगोयणाचि सूत्रेण. अतः तत्र उपर्युक्तान् इति समीचीनतया पठतु. उपर्युक्तान् भवती जानाति एव, पठतु. उपर्युक्तान् नवकृतप्रत्ययान् विहाय अवशिष्टः सर्वे कृतप्रत्ययाः अशित्वाद् अर्थधातुकाः कृतप्रत्ययाः अर्थधातुकाः आर्थधातुकश्चेत् धातुगणम् अनुस्तस्य कृदन्तपदानां कोऽपि रूपभेदो नास्ति. अतः अत्रापि आर्थधातुकलकाराः इव धातुगुणान् न कोऽपि भूमिका. धातुगणानां न कापि भूमिका. भूमिका इत्युक्ते किम्? कोऽपि जानाति वा भूमिका इत्युक्ते? इन्ट्रोडक्षन्. लक्षणम् अस्ति कुत्र नूतनपुस्तकमस्ति अत्र भूमिका इति प्रथममेव भवति तत् पुस्तकस्य विषये भूमिका इत्युक्ते इन्ट्रडक्षन् अत्र उपर्युक्तान् नवकृत् प्रत्ययान् विहाय अत्र कृत् प्रत्यय पूर्वमेव वयं जानन्ति धातुमाला पुस्तके अस्ति अत्र भूत्वा सम्भूय भवितुं भूय भूतवत् तादृशम् अत्र नवकृत् प्रत्ययः दत्तवन्तः अत्र प्रत्ययान् विहाय विहाय इत्युक्ते त्यक्त्वा विहाय अवशिष्टाः सर्वे कृत् प्रत्ययाः अशित्वात् षित् नास्ति षित् यत्र भवति अत्र गुणं कार्यं भवति तिंषित् सार्वधातुकम् इति कार्यं भवति षित् अशित्वात् षित् नास्ति अत्र अशित्वात् आर्धधातुकाः भवन्ति यत्र षित् नास्ति तत्र किं नवकृत् प्रत्यय कुत्र अस्ति नवकृत् प्रत्यय अत्र तु केवलं सत्री अस्ति रैट् वेर् आर् द अदर्स् इदानीम् अत्र शत्रु एव अस्ति शत्रुविश शत्रु एव विषये परन्तु पूर्वम् अत्र उपरि उपरि कुत्र अस्ति उपरि उपरि के नवप्रत्ययाः अत्र तु नास्ति उपरि नवप्रत्ययः कुत्र अस्तु अत्र किमपि अत्र पश्यतु अत्र अस्ति शत्रु सानच्छि चाणक्षु सानच्छि अनन्तरं कश् एतत् सर्वाणि स्थिति एव एष् शैद्यै शैद्यन् शैद्यान् इति अस्ति एतदेव नव नव अस्ति अत्र शत्रुसानच्चि एव प्राधान्यं भवति क्रियमाणः जायमानः इति अस्ति अनन्तरं शत्रु इदानीमेव रुन्दन् उन्दन् एतत् सर्वाणि पदानि दृष्टवन्तः अन्य नवविषये अत्र अग्रे किञ्चित् कालानन्तरमेव प्राधान्यं प्राधान्यं नास्ति एव अत्र अत्र शत्रुसाणचे एव प्राधान्यं भवति एतत् विना कार्यं न कुर्मः अत्र नवकृत् प्रत्ययः दृष्टवन्तः अत्र अवशिष्टेषु कृत् प्रत्ययः आर्धधातुकश्चेत् धातुगणान् अनुसृत्य एव कृदन्तपदानां धातुगणान् धातुगणम् यत्र भवति अत्र कर्तरि शप् इति भवति अनन्तरं जुहोत्यादिभ्यः स्युः अधिप्र प्रभृतिभ्यः एतत् कार्यम् अनन्तरं दिवादिभ्यः श्नम् एतत् सर्वाणि पदा धातुगणान् अनुसृत्य एव कृदन्तपदानां कार्यं भवति रूपभेदः नास्ति एव अत्र अत्र किं भवति धातुगणान् अनुसृत्य एव अत्र कार्यं भवति अनन्तरं किं भवति अत्र अतः अत्रापि आर्धधातुकलकाराः इव धातुगणानां न कापि भूमिका आर्धधातुकलकारः किं भवति आर्धधातुकलकारः किं भवति कोऽपि वक्तुं शक्यते वा आर्धधातुकः अस्ति चेत् गणचिन्तनं न करणीयं गुणवृद्धिः भवति एव प्रश्नः अवगच्छतु प्रथमं झटिति अनन्तलक्ष्मी झटिति वदतु आर्धधातुकलकारः किं किम् अस्ति लट् लोट लङ् विधिलिङ्ग् विहाय तावदेव लिङ्ग् विधिलिङ्ग् सार्वधातुकं एतत् विहाय सर्वाणि अन्यगणाः यत्र सन्ति ते आर्धदातक तावदेव आर्धदातक इदानीम् अत्र अपि उपर्युक्तान् नवकृत् प्रत्ययान् विहाय तादृशमेव वक्तव्यं लट् लोट् लङ् विधिलिङ्ग् विहाय अन्य दशलकाराः सन्ति खलु सर्वे जानन्ति दशलकाराः जानन्ति खलु तावदेव दशलकाराः जानन्ति अनन्तरं लट् लोट् लङ् विधिलिङ्ग् विहाय अन्य सर्वाणि गणाः एतत् आर्धदातुकलकारः भवन्ति तावदेव एतत् अत्र अतः तत्र किमपि भूमिका न अत्र दत्तवन्तः भूमिका इत्युक्ते अत्र आर्धदातुकविषयाणां धातुगणानां विषयाणाम् अत्र किमपि इन्ट्रोडक्षन् न दत्तवन्तः तावदेव अग्रे आशीर्लिङ्गम भूयात् भूयस्तां भूयासु भूयासुः किमर्थम् एतत् इदानीम् आगच्छति आशीर्लिङ्ग भूयात् भूयात् न किमर्थम् आशीर्लिङ्ग इदानीं भवती उक्तवती एतत् शेषः षट् लकाराः सन्ति खलु तत्र एव आशीर्लिङ्ग आगच्छति समीचीनम् इदानीम् अनुसूय पठतु तत्र अर्थे किञ्चित् शनैः पठतु किञ्चित् शनैः पठतु तत्रत्वे आर्धधातुकानां कृत्प्रत्ययानां कृदन्तानां दशानां धातुगणानां रूपभेदः नास्ति आर्धधातुकृत्प्रत्ययेषु स्वरेषु धातुः यस्मिन् तस्मिन्नपि महोदय सम्यक् न श्रूयते महोदय अहं प्रयत्नं करोमि मा अहं प्रयत्नं करोमि मा अत्र वृष्टिः अस्ति अनुसूया भगिनी न श्रूयते उच्चैः वदतु कृपया इदानीम् अवयव न श्रूयते वा इदानीं श्रूयते वा न महोदय बहु बहु न्यूनम् अतः न श्रूयते इति अहं मन्ये बहु वर्षा अस्ति अस्तु अस्तु महोदय तत्र अर्थे आर्धधातुकानां पठतु अत्र अनुसूया तत्रार्थे आर्धधातुकानां कृत्प्रत्ययानां कृदन्तानां दशानां धातुगणानां रूपभेदः नास्ति आर्धधातुककृत्प्रत्ययेषु परेषु धातुः यस्मिन् कस्मिन्नपि गणे भवतु नाम गणं निमित्तीकृत्य रूपभेदः न भवति मूल् इति प्रत्ययपरेषु पश्याम अयं प्रत्ययः धातुभ्यः विधीयते किन्तु न तिङ् वा सित् अतः आर्धधातुकः चुटु इत्यनेन नकारस्य इत्संज्ञा अलन्त्यम् इत्यनेन लकारस्य इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन तयोः लोपः भवति ऊ अवशिष्यते युवर्नाकौ सप्तम अध्याये प्रथम पादे प्रथमसूत्रात् उत्तरस्य यु उ इत्यनयोः धास्थाने क्रमशः न अक च आदशौ भवतः च आदेशौ भवतः अतः ऊ स्थाने अक आदेशः सर्वत्र यथा वादौ पट पाठक इति प्रातिपदिकं पुंसि पाठकः अस्य मार्गस्य अवलोकनेन तत्क्षणं सार्धातुकप्रक्रियात् महान् भेदः लक्ष्यते स च भेदः का कः अत्र सार्धधातुकत्वात् कर्तरीषप् तृतीयाध्याये प्रथमपादे सप्तषट्तमसूत्रेण अष्ट अष्टसप्तम इत्यनेन शप् न भवति शपः अभावे न कस्यापि विकरणप्रत्ययस्य अवसरः तस्मात् धातुगणीयभेदः नास्ति एव वादौ पाठ एकनिमिषम् एकनिमिषम् अत्र उपरि गच्छतु महोदय अस्तु अत्र कर्तृर्थे आर्धधातुकानां कृत् प्रत्ययानां कृदन्ताणाम् अत्र दशानां धातुगणानां रूपभेदः नास्ति. रूपभेदः किमर्थं कृतुप्रत्यये नास्ति इति अग्रे दत्तवन्तः. अतः आर्धधातुक कृत्प्रत्ययेषु परेषु धातुः आर्धधातुक कृतुप्रत्ययः यत्र अग्रे आगच्छति यस्मिन् कस्मिन्नपि गणे भवतु नाम कुत्रापि भवतु एतद् गणः वा तृतीयगणः वा चतुर्थगणः वा अत्र भवतु नाम गणं निमित्तीकृते रूपभेदः नास्ति. अत्र गणं किम् अस्ति प्रथमगणः वा द्वितीयगणः वा अत्र रूपभेदः नास्ति. अत्र अग्रे बहवः उदाहरणरूपेण तत्र दत्तवन्तः. इदानीं नुल् इति प्रत्ययं पश्येम. नुल् अयं प्रत्ययः धातुभ्यः विधीयते किन्तु न तिङ् न वा षित्. तिङ् अपि नास्ति षित् अपि नास्ति नुल् इति प्रत्ययम्. अत्र नुल् एव वक्तव्यम्. अत्र अग्रिमे वर्गे वर्षाणि तु बहवः गतवन्तः परन्तु इदानीमपि नवुल् इति उक्तवन्तः. तत्र नवुल् इति नास्ति. नवुल् पूर्णतया नकारः न तिष्ठति. अर्धमात्रमेव अत्र अस्ति. इन् एव तिष्ठति. अतः नुल् इति वक्तव्यम्. अस्तु एतत् मनसि स्थापयतु. अत्र नुल् इति प्रत्ययं किं भवति तिङ् नास्ति षित् नास्ति. अतः आर्धधातुकप्रत्ययम् अस्ति. किम् आर्धधातुकप्रत्ययम् अस्ति अत्र नुल् इति. इदानीं चुटु इत्यनेन नकारस्य इत् संज्ञा भवति. नुल् इति स्वीकुर्मः नु प्रथमं नकारः एव तिष्ठति खलु. एतत् नकारः चुटु इति सूत्रेण अवगच्छति. चुटु चकारः च वर्गः टावर्गः. टावर्ग अन्तिमवर्णः किम् नकारः. एतत् नकारः अपगच्छति केन सूत्रेण? अत्रैव उत्तरमस्ति. चुटु इत्यनेन नकारस्य इत् संज्ञा भवति. इल् जानन्ति एव हलन्त्यं तस्य लोपः. इदानीं तिष्ठति खलु. इदानीम् अलन्त्यम् इत्यनेन लकारस्य लोपः तस्य लोपः इत्यनेन पूर्णतया इत् भवति. इदानीम् अत्र ऊ एव शिष्यते. ऊ इदानीं युवोरणाकौ पूर्वमेव वयं दृष्टवन्तः. युवोरणाकौ इति सूत्रेण यूस्थाने किं भवति अन ऊस्थाने किं भवति अक अक तावदेव. यूस्थाने अन अन किं पठनं गमनं यत्र यत्र भवति तत्र अम् पठनं गमनं सम भुवनं यत्र यत्र तादृशं भवति अत्र अन इति सूचयति. अतः तत्र यू स्थाने अन भवति. ऊ स्थाने पाठकः गायकः नायकः तादृशं भवति. अत्र गणः कुत्रापि भवतु प्रथमगणः वा द्वितीयगणः वा चत्वारगणः वा किमपि भवतु अत्र रूपभेदः किमपि नास्ति इति तत्र दत्तवन्तः. उदाहरणम् इदानीं भुवादिगणधातुः पट् इति स्वीकुर्मः चेत् अत्र अक इति योजनेन अक केन सूत्रेण आगच्छति इदानीं युवोरणकौ इति सूत्रेण अत्र यू स्थाने किम् आगच्छति ऊ स्थाने किम् आगच्छति अन आगच्छति अत्र इदानीं पट्टयोगः अक युवोरणकौ इति सूत्रेण अक आगत्य पाठक इति भवति. पाठकः पाठकी पाठकम् इति अत्र रूपभेदः किमपि नास्ति एव. अत्र गणः एतत्तु भुवादिगणः अदादिगणः अग्रे वच अग्रे महोदय अत्र आकारस्य किमर्थं पठ प्लस् अक पठक रैट्? अत्र टकारः अस्ति खलु पट इति पट् इति अस्ति पठति. अत्र पट् धातुः अत्र गणविषये गच्छतु. पठ धातु ओके पठति धातु योगः विक्रणप्रत्ययः योगः अख्यातप्रत्ययः पठति पट् धातु भवति पट् इति अत्र स्थापयतु पट् इति अस्ति अत्र अस्तु स्थापयतु अनन्तरं पश्यतु अत्र तत्र पाठकः अस्ति सो न न पठति इति अस्ति खलु अत्र अस्तम् अत्र स्थापयतु पठति हस्तं स्थापयतु अनन्तरम् अत्र किञ्चित् व्याकरणविषये किमपि नास्ति वा महोदय पाठ पाठे इति निच्य अस्ति निच्य अस्ति न न न न न पठति इति अत्र कर्सर् अत्र स्थापयतु महोदय कर्सर् स्थापयतु अत्र पठति इति उपरि कर्सर् स्थापयतु अनन्तरं व्याकरणविषये किमपि न आगच्छति वा कौमुदी धातु कौमुदी धातु पट् व्यक्तायां वाचि भवादि अत्र कर्तरि इति शप् अस्ति खलु कर्तरि शप् अत्र शप् मध्ये किं तिष्ठति अग्रे अकारः अकारः अतः तत्र तकार उत्तरवर्ति अकारः अपगच्छति कर्तरि शप् इत्यनेन अत्र अकारः एव तिष्ठति इदानीं पट् एव तिष्ठति इदानीम् अकारः कस्ति अस्ति खलु एतत् अकारस्य लोपः भवति अतो गुणे इति सूत्रेण अत्र कुत्र लोपः महोदय अत्र लोपः अत्र नास्ति परन्तु अत्र अत्र न दत्तवन्तः सो लेट् अस् सी पाठ महोदय तत्र पाठ इति निच् भवति इति अहं चिन्तयामि न अत्र महोदय अत्र अतो गुणे इति सूत्रं 6197 गच्छतु अत्र तु अन्यकारणं पाठ विच 6197 सूत्रविषये गच्छतु धातुपाठे नास्ति सूत्रविषये गच्छतु अत्र अपदान्त अकारात् गुणे परे संहितायां पूर्वपरयोः एकः पररूपः एकादेशः भवति अत्र उपरि गच्छतु पट् इति धातु अस्ति खलु इदानीम् अत्र पश्यतु पट् योगः अन्ति इति भवति अत्र तु द्विवारं आगच्छति चेत् एकम् एकादेशः भवति तत्तु अवगतं परन्तु अत्र आकार किमर्थं पाठ पाठक ओ दीर्घपाठकः इति उक्तवान् वा आम् आं महोदय ओ पाठकः यत्र अत उपादायाः इत्यनेन पाठकः ओ अस्तु अस्तु अस्तु एतत् पृच्छन् वा अस्तु अस्तु इदानीमत्र कोशान्वेषः पाठकः अत उपादायाः इति सूत्रमपि स्थापयतु महोदय ओके अत उपादायाः 72116 पट् इति अस्ति, गै अस्ति, इदानीम् अत्र नित् प्रत्यये परे उपदा अकारस्य वृद्धिः भवति, अतः एव पा इति भवति. उत्तमं महोदय, पाठकः किमर्थं भवति इति पृष्टवान् खलु. इदानीं पूर्वमेव उक्तवती निचि परे इति. एतत् निच् विषये भवति खलु. इदानीं पकारः अस्ति, पकारः केन सूत्रेण पा इति दीर्घं भवति? अत्रैव अस्ति उपदायः, तद् उपदायः, तत्रापि निचिपरे अपि धातु उपदायः एव. अत उपदायः इति गै प्रत्ययम् अस्ति खलु महोदय, अत्र गै इति अस्ति, भावे प्रत्ययम् अस्ति, अत्र नित् अस्ति चेत् अत्र अत्र णुल् अस्ति, णुल् अस्ति चेत् नित् अस्ति. आम्, नित् अस्ति चेत् अत्र अत उपदायः इत्यनेन एव अत्र पट् इति पा इति भवति, पाट् इति भवति, पा इति भवति. अनन्तरम् ऊ इति अस्ति, युवराणक इत्यनेन पाटकः इति भवति, पाटकः, पाटकः. धन्यवादः महोदय. उत्तमम्, उत्तमं, तादृशमेव अत्र पट् एव दास्ति, पाटकः किमर्थम् आगच्छति इति पृष्टवान्, तावत् तादृशमेव. अर्थः अदादिगणौ स्वीकुर्मः चेत् अत्र अपि वच् इति अस्ति. अत्र गीता श्रीधर् वदतु. भगिनि, अदादौ वच् अदादौ वच् योगः अक वाचकः, वाचक वाचकः. सूत्रं वदतु. वच् इति अस्ति, अत्र वा इति किमर्थं भवति, केन सूत्रेण वा भवति? लिखतु, कुत्रापि लिखतु. अत उपदायः इत्यनेन वा भवति. अत्र अनन्तरं चकारः नित्यङ्गित् प्रत्यये परे उपादा अत उपादायाः अकारः अत उपादायाः के कुत्रापि लिखतु भवनी भगिनी, लिखतु अत उपादायाः इति सूत्रेण वच् धातुः वा इति भवति, अनन्तरं च वाच इति भवति, का केन सूत्रेण का भवति? अक युवारणकौ, अक युवारणकौ इति सूत्रेण अक आगच्छति. अत्र पश्यतु, यु उ इत्यनयोः युकारस्य स्थाने अन भवति, उकारस्य स्थाने अक भवति. इदानीम् अत्र अक इति भवति, उकारस्य अक इति भवति. जुहोत्याचकः दायकः, द्विवादौ नश् योगः अक नाशकः. एकनिमिषम्, एकनिमिषं, जुहोति आदौ दा इति अस्ति, दा इति अत्र धातु दा एव अस्ति, अतः तत्र किमपि अत उपादायः इति अनेन किमपि कार्यं नास्ति एव, दा एव अस्ति. अनन्तरम् अक इति भवति, अक युवरणकौ इति सूत्रेण अक इति कार्यं भवति, दायकः इति भवति. यकारः, यकारः किमर्थम् आगच्छति? अत्र पश्यतु, अत्र दायकः इति सार्वधातुके यक् इति सूत्रमस्ति, सार्वधातुके यक् इति अस्ति, ककारस्य लोपः भवति, या एव तिष्ठति, सार्वधातुके यक्, सार्वधातुके यक्. अत्र कर्मणि प्रयोगे, भावप्रयोगे च सार्वधातुके प्रत्यये परे धातोः यक् प्रत्ययः भवति. अत्र आर्धदातकः, सार्वधातकः, कर्मणि प्रयोगे अत्र पट् इति अस्ति चेत् पाठयति, पठ्यते, यत्र सर्वाणि पदानि अत्र यकारः श्रूयते एव. गच्छति काले एतत् सर्वं मनसि स्थापनार्थं शक्यमेव. कर्मणि प्रयोगे, भावप्रयोगे दायकः, अत्र दायकः इत्युक्ते यः दानं ददाति सः एव दायकः, कर्णमूर्तिः अस्ति दायकः, दा इति धातुः अस्ति, सार्वधातुके यक् इत्यनेन यकारः एव तिष्ठति, अनन्तरं युवोरणकौ इत्यनेन आकारः योजनेन दायकः. अत्र सूत्रं द्वि अस्ति, द्वे द्वौ स्तः. अग्रे करपत्रं महोदय, अत्र सार्वधातुकप्रत्यय तु सार्वधातुकप्रत्यय अत्र तु आर्धधातुक अस्ति, रैट्? आर्धधातुकप्रत्ययमस्ति, परन्तु अत्र सार्वधातुकम् अत्र कर्मणि प्रयोगे कर्मण्यन् इति सूत्रं स्थापयतु. अत्र कर्मण्यन् अत्र पट्टधातु दाधातु दाधातु अत्र उदाहरणं दत्तवन्तः खलु कर्मणि प्रयोगे दाधातु. न, इदानीं दाधातु स्थापयतु अत्र. अत्र जुगोत्यादिगणे अत्र एकनिमिषम्, अत्र युक् इति दायोगः नुल् योगः युक् इति प्रत्ययम् आगच्छति. युक् इति अहम् एतत् विषये अग्रे वदामि. युक् इति अस्ति, युक् मध्ये सकारः अपगच्छति. अत्र भवान् अपि अत्र द्रष्टुं शक्यते एव. अत्र कोशान्वेषकः गच्छतु. कोशान् अत्र महोदय, तृतीय कोशान्वेषः अत्र गच्छतु, अग्रे गच्छतु. अत्र न एतदेव कोशान्वेषकः. अत्र इदानीं दायकः स्थापयतु उपरि. उपरि दायकः, दायक इति स्थापयतु. य अत्र अग्रे गच्छतु. अत्र एव दायक, न अत्र अग्रे गच्छतु. अत्र आप्ते सांस्कृति हिन्दी डिक्शनरी अस्ति खलु, अत्र पश्यतु. दा योगः नुल् अस्ति, अनन्तरम् अत्र कुत्र भवति इदानीमेव मया दृष्टम्. आप्ते एतदेव, रैट्? इक इक नास्ति अग्रे. अत्र अन्ते अस्ति इति. युक् इति, युक् इति प्रत्ययम् अस्ति. प्रत्ययं बहवः सन्ति. प्रत्ययं विषये पुष्पादीक्षितमहोदयेन एकः पुस्तकम् अत्र अत्र अस्ति, षड् वाल्यूम् अस्ति. अत्र प्रत्यययोजनेन एव बहवः कार्यं सन्ति इति तस्य कृते अस्ति एव. अत्र पुष्पदीक्षितमहोदयस्य अष्टाध्यायी किं भवति, अष्टाध्यायी सहजबोध. अत्र केन समीपे अस्ति वा एतत् पुस्तकम्, अष्टाध्यायी सहजबोध इति? केन समीपे अस्ति वा? Maybe I have to check, Mohde. I'm not sure. एतत् सिक्स् वाल्यूम् अस्ति. अत्र एक वाल्यूम् मध्ये किं भवति, एक वाल्यूम् मध्ये प्रत्ययं पूर्णतया प्रत्ययमस्ति. अत्र युक् इति प्रत्ययमस्ति. अत्र ककारः हलन्त्यं तस्य लोपः इत्यनेन अपगच्छति. यु उकारः उच्चारणार्थमेव यकारः एव तिष्ठति. अतः दायोगः यायोगः अक इति ओरणको इत्यनेन आगच्छति. समीचीनम्. इतोपि प्रश्नः सन्ति वा? प्रश्नः अस्ति चेत् पृच्छतु. भगिनी नाम किम्? सहजबोध अष्टाध्यायी सहजबोध. एतत् हिन्दी अस्ति सहजपद. हिन्दी जानाति वा भवती? जानामि भगिनि. अष्टाध्यायी सहजबोध 6 वाल्यूम्स् अस्ति. अत्र पुष्पदीक्षितमहोदयेन एव एतत् अत्र प्रतिभा प्रकाशन् इति न्यू डेल्लि मध्ये अस्ति. अहं दूरवाण्यसङ्ख्या एतत् अपि ग्रूप् मध्ये प्रेषयिष्यामि. 6 वाल्यूम् अस्ति. अत्र प्रत्ययविषये एव प्रत्यय एतत् स्वीकृतवान् झटिति. अनिल् महोदय बहु उत्तमकार्यं कृतवान्. अत्र पश्यतु 6 वाल्यूम्स् अस्ति. उत्तमं महोदय. अष्टाध्यायी सहजबोध ग्रूप् मध्ये प्रेषयतु महोदय. एतत् शुल्कं तु अधिकमस्ति. 3000 इति आगच्छति. 6 वाल्यूम्स् अस्ति. अत्र हिन्दी कोऽपि जानन्ति चेत् एतत् स्वीकरोतु. अत्र किं भवति प्रत्ययमेव युक् इति वयम् इदानीं पठितवन्तः खलु. एतदपि अत्र अस्ति. अत्र क्लेशः ब्रह्मः एव जातः. एतत् कथम् एतत् सर्वाणि प्रत्ययानि कथं पूर्णतया पठितुं शक्यते इति ब्रह्मः एव आगच्छति. अतः एव मया उक्तम् एतत् अष्टाध्यायी सूत्रपाठः पाणिनिविषये एतत् सागरः एव सागरः इव एव ओशन् इति भवति. दशलकारेषु दशलकारः लट् लोट् लङ् विधिलिङ्ग् एव समीचीनतया किञ्चित् जानन्ति. अनन्तरम् अग्रे षट् धातवः अस्ति. अत्रापि सार्वधातुकलकारः भवति, आर्धधातुकलकारः भवति, कृदन्तमपि भवति, अनन्तरं सुबन्तमपि भवति, तिङन्तमपि भवति. एतत् वयसि न अत्र अस्माकं कृते बहु लघु अस्ति. अतः एव भरद्वाजः इतोपि शतं वर्षं ददातु, इतोपि शतवर्षं ददातु, इतोपि शतवर्षं ददातु इति इन्द्रस्य विषये पृष्टवान्. इन्द्रः पृष्टवान् किमर्थम् इतोपि शतवर्षं शतवर्षम् इति पृच्छति. अहमपि वरं ददाति एव, किमर्थं? सः तु उक्तवान् अहं वेदं सर्वं पठितुम् इच्छामि इति, विवक्षा अस्ति इति. सः तु उक्तवान् अत्र पश्यतु बृहत् रूपेण अत्र पर्वतः अस्ति खलु. पर्वतस्य समीपे अत्र किञ्चित् किमस्ति, मृत्युः अस्ति. मृत्युः अत्र अष्टं पूर्णतया अत्र उद्घाटवान्, अत्र स्थापितवान्. वेदं तादृशमेव भवति. वेदं बहु बृहत् अस्ति, पर्वतः इव तादृशमेव अस्ति. अत्र पाणिनि सूत्रपाठे विषये सागरः पर्वतः इव भवति. अस्माकं कृते एतत् द्रष्टुं पठितुं शक्यते वा इति भ्रमः एव भवति खलु महोदय, नील् महोदय? बहवः सन्ति अत्र. किमस्ति एकः द्वित्वमस्ति खलु अत्र. यङ् लुगन्तं यङ् इति द्विवारम् एतः अत्र सूत्रम् आगच्छति. यङ् लुगन्तम् इति अस्ति चेत् अत्र पूर्णतया भवति भवतः भवन्ति इति अस्ति खलु. अत्र पूर्णतया परिवर्तनम् अभवत्. कथं पठेम? बहवः सन्ति. प्रयत्नं प्रयत्नं कृतवन्तः नीलेश् महोदय, अनन्तरम् अत्र बहवः कार्यं कृतवन्तः, परन्तु इतोपि अत्र मया अत्र दोषं दृष्टम्। अनन्तरं नीलेश् महोदयस्य विषये एतत् प्रेषितमेव, महोदय एतत् समीचीनं नास्ति, अत्र सूत्रम् एतत् आगन्तव्यं, नीलेश् महोदय अत्र मम कृते अत्र उद्घाटितुं न शक्यते एव, इतोपि नीलेश् महोदयस्य विषये मया अस्तु इदानीमत्र अनिल् महोदय आं महोदय अत्र सर्वे गतवन्तः इति अहं मन्ये। नीलेश् महोदयस्य विषये अत्र मया एकः अत्र पश्यतु, अहं तु प्रेषितवान् अक्ष् इति धातु अस्ति, नो इति अस्ति, अत्र अग्रिमसप्ताहे एतत् विषये किञ्चित् पश्येम। अत्र दोषः कृतः नीलेश् महोदयस्य अत्र समूहे, सः न कृतवान्, परन्तु अत्र तस्य समीपे असिस्टेन्स् अस्ति खलु, समूहमस्ति खलु, तत्र अत्र अटकुप वाङ्नुं व्ययवायेपि इति तत्र दत्तवन्तः। एतत् सूत्रं न आगत्य कार्यं करोति, अत्र रसाभ्यां नूनः समानपदे एव कार्यं करोति, अत्र दोषः। सः तु उक्तवान् भवती अत्र समीचीनतया जानाति वा, एतत् जानाति चेत् अत्र किम् अत्र दोषः भवति इति किञ्चित् प्रेषयतु इति सः उक्तवान्, मया प्रेषितमेव। सो तादृशम् एतत् सागरमस्ति, किमपि अत्र कर्तुं, एतत् शतवर्षाणि भवति वा, नवतिवर्षाणि भवन्ति वा, किं कोऽपि न एतत् विषये ज्ञातवन्तः। अग्रिमक्षणे वयं जीवितं वा, एतदपि किमपि न, अत्र अस्माकं कृते अस्माकम् हस्ते किमपि नास्ति एव, यथा अस्माकं ललाटपटले लिखितं कोऽपि मार्जितुं न शक्नोति एव खलु, परन्तु यतः प्रयत्नं करोमि एव, प्रयत्नं अत्र कृतवन्तः एव। अस्तु इदानीम् अन्तिमश्लोकं भवान् एव वदतु, स्थगना भवतु। ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमदुच्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। धन्यवादः महोदय। सर्वेभ्यः नमस्कारः, धन्यवादः, शुभदिनम्।